गुरुब्रह्मा गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र पृथक्त्वमपि भेदः तयोः मध्ये वैलक्षण्यं वर्तते न वा इति तस्मिन् विषये वयं करपत्रं तत्र पठितवन्तः तत्र बहु किमपि अतीतवन्तः इदानीं तत्र यत् अस्माभिः अतीतं तत्र ज्ञानं प्राप्तं तेन ज्ञानेन इदानीं तत्र अन्तिमभागे करपत्रे अन्तिमभागे तत्र साक्षात् यत् तत्र विद्याधर्यम् अस्ति तत्र आक्षेपद्वयं तत्र पूर्वपक्षी करोति अतः तत्र आक्षेपस्य तत्र निराशः इदानीम् अग्रे भवति विषयः. अस्तु तर्हि तत्र नरसिंहदेव महोदय नमस्कारः. योगेन्द्रमहोदय नमस्कारः. नमस्कारः महोदय. नमस्कारः. नमस्कारः महोदय. नमस्कारः. अस्तु तर्हि तत्र आक्षेपः तत्र आक्षेपः कः इति उक्त्वा तदनन्तरं तत्र अग्रे सरामः. तत्र अत्र तत्र कपाल किम् अभवत् क्षम्यताम् एकनिमिषं तत्र तत्र आक्षेपः अत्र अस्ति अपि तत्र साक्षात् आक्षेपः इत्युक्ते तत्र किम् इत्युक्ते तत्र तत्र पूर्वपक्षी अस्ति अपोनेण्ट् अपि सिद्धान्ति. सिद्धान्ति नाम यः सिद्धान्त प्रतिपादयति. सिद्धान्तः सिद्धान्ती अस्ति सिद्धान्तं प्रतिपादयति. अपि तत्र सिद्धान्तस्य विषये यः कोऽपि आगत्य तत्र सन्देहः अथवा तत्र निराकारः अहम् एतत् न अङ्गीकरोमि इति तत्र वदति तदा तत्र सिद्धान्ति तस्य समाधानं वदेत् इति अस्ति तत्र क्रमः. अत्र किमस्ति तत्र न च तत्र एतत् सर्वं तत्र पूर्वपक्षिणः वाक्यमपि अस्ति तदनन्तरं सिद्धान्तिनः उत्तरमपि अस्ति. तर्हि तत्र गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् इति एकम् अपि भूतलावधिकत्वस्य इव कपाल अवधिकत्वस्य अपि आवश्यकत्वात् इति तत्र आक्षेपद्वयं कृतम्. तत्र पीतवर्णे यत् अस्ति तत् पूर्वपक्षिणः वाक्यं प्रथमवाक्यम् अपि तत्र हरितवर्णे यत् अस्ति तदपि पूर्वपक्षिणः द्वितीयवाक्यम् आक्षेपः. तत्र एतत् न च तदवस्थ्यम् इति वाच्यं न च वाच्यम् इति तत्र नीलवर्णे यदस्ति तदस्ति सिद्धान्तिनः वाक्यं किन्तु सिद्धान्तिनः उत्तरे तत्र पूर्वपक्षिणः वाक्यमपि अन्तर्भूतम् अस्ति. अपि अत्र गतवर्गे वयं पठितवन्तः तत्र तस्य इति अस्ति गुणरूपस्य तस्य. तर्हि तस्य नाम कस्य इति तत्र पूर्वस्मिन् वाक्ये तत्र संयोगः इति आसीत्. तर्हि संयोगस्य वा इति प्रश्ने सति न तद् नास्ति किन्तु पूर्वं तत्र गुणान्तरं पृथक्त्वम् इति. तर्हि तत्र तस्य नाम पृथक्त्वस्य इति तत्र पृथक्त्वस्य विषये एव तत्र आक्षेपः कृतः. तर्हि तत्र तस्य नाम पृथक्त्वस्य इति अस्ति. अस्तु इदानीं तर्हि अग्रे सरामः. अस्तु तत्र ततः अत्र अधुना इति एतावत् तत्र वयं केवलम् आक्षेपस्य आकृतिः कीदृशी इति दृष्टवन्तः, अपि तस्य इति तस्य पृथक्त्वस्य इति अपि दृष्टवन्तः, किन्तु तद् पुनरेकवारं पठित्वा अग्रे सरामः. तर्हि तत्र हा अस्तु, तर्हि योगेन्द्रमहोदय भवान् एव आरम्भं करोति वा अधुना इति आरभ्य? अधुना गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य नियत औतिकत्वे मानाभावात् इति पूर्वपक्षिणः प्रथमम् आपादनम्. अत्र गुणरूपस्य तस्य रूपादिवत् इति अनेन कस्य इति चेत् पूर्वतने वाक्ये संयोगः इति विषयः प्रवर्तमानः इति कृत्वा संयोग एव स्यात्, किन्तु वाक्यस्य आशयं दृष्ट्वा भिन्नरीत्या चिन्तनीयं भवति. अनुच्छेदद्वयात् प्राक् उक्तम् आसीत् तर्हि सिद्धं न समीहितं गुणान्तरं पृथक्त्वं, तस्य उल्लेखः अत्र क्रियते तस्य इत्यनेन. अतः गुणरूपस्य तस्य पृथक्त्वस्य रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य नियत औदिकत्वे मानाभावात् इति भवति. अधुना गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य नियत अधिकत्वे मानाभावात् यदा कार्य भवति. तस्य अर्थः इदानीं मास्तु महोदय, नाम तत्र केवलम् इदानीं तत्र अत्र आक्षेपः अस्ति, एषः एव आक्षेपः नाम इति एव तत्र. अतः अस्य वाक्यस्य अर्थः इदानीम् अत्र नास्ति, अग्रे भवति, किन्तु प्रथमम् आपादनम् एतदस्ति. अस्तु, किन्तु अस्मिन् वाक्ये तत्र तस्य इति पदमस्ति, नाम तत्र आपादनस्य अवगमनं प्रथमतया भवेत् खलु, तदनन्तरमेव तत्र आपादनस्य तत्र समाधानं भवितुम् अर्हति खलु. अतः इदानीम् आपादने किं किम् अस्ति इति परिशीलनम्. अस्तु, अग्रे. अत्र गुणरूपस्य तस्य रूपादिवत् इति अनेन कस्य इति चेत् पूर्वतने वाक्यसंयोगः इति विषयः प्रवर्तमानः इति कृत्वा संयोगः एव स्यात्. अत्र गुणरूपस्य तस्य रूपादिवत् इति अस्ति स तस्य इत्युक्ते कस्य सर्वनामः अस्ति. सो पूर्वतने परिच्छेदे संयोगः इत्यस्य अत्र पश्यामश्चेत् अत्र तस्य इति अस्ति, गुणरूपस्य तस्य रूपादिवत् इति अस्ति. तत्र पूर्वं यद् वाक्यमस्ति तत्र पश्यामश्चेत् तत्र संयोगः एव विषयः. अस्तु, तत्र संयोगः इति विषयः, अतः तस्य नाम संयोगस्य इति चिन्तयामः, संयोगसहितया इति चिन्तयामः. किन्तु अतः अत्र गुणरूपस्य संयोगस्य रूपादिवत् इति वाक्यं भवति इति चिन्तयामः. पूर्वतने वाक्ये संयोगः, पूर्वतने वाक्ये संयोगः इति विषयः प्रवर्तमानः इति कृत्वा संयोगः एव स्यात् इति प्रायः भवति. किन्तु वाक्यस्य आशयं दृष्ट्वा भिन्नरीत्या चिन्तनीयं भवति. अत्र संयोगः अन्यापि तत्र आक्षेपः तस्मिन् विषये पृथक्त्वम् अपि भेदः खलु, सः एव मूलविषयः. तर्हि आक्षेपः अपि पृथक्त्वम् अथवा भेदस्य विषये भवेत्, अतः किन्तु संयोगः इति विषयः नास्ति खलु, मूलविषयः नास्ति. मूलविषये तु पृथक्त्वम् अस्ति, पृथक्स्य इति अपि भवितुम् अर्हति प्रायः. अग्रे लिखितमस्ति अनुच्छेदद्वयात्. अनुच्छेदं नाम परिच्छेदं नाम परग परिच्छेद प्रायः परिच्छेदद्वयात् प्राक् उक्तमासीत् तर्हि सिद्धं न समीहितं गुणान्तरं पृथक्त्वम्. पृथक्त्वम् अत्र तस्य उल्लेखः अत्र क्रियते तस्य इति अनेन. अनुच्छेदद्वयपूर्वम् उक्तमस्ति लैक् यु नो पृथक्त्वस्य वर्णनमस्ति, अतः प्राय पृथक्त्वम् अपि भवितुम् अर्हति पृथक्तस्य. अत्र अस्ति पश्यतु महोदय, तत्र विद्याधरीपुस्तके अत्र आक्षेपः अस्ति, आक्षेपः अत्र अस्ति. आक्षेपः किम् अभवत्, क्षम्यताम्. तर्हि सिद्धं न समीहितं गुणान्तरं पृथक्त्वम्. तत्र वाक्यमस्ति खलु, अत्र वाक्यमस्ति खलु. अतः तदेव, अतः तत्र अस्माकं सिद्धम् अस्ति. अतः तत्र सम्पूर्णवाक्यं, तत्र प्रथम आपादनं सम्पूर्णवाक्यं किं भवति इदानीं? गुणरूपस्य तस्य पृथक्त्वस्य रूपादिवत् रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य इति वाक्यं भवति. अतः तस्य सर्वाणां पृथक्त्वस्य कारणेन अस्ति अन्वयः, पृथक्त्वस्य इति अन्वयः भवति. नाम अर्थः तस्य नाम पृथक्त्वस्य इति साक्षात् अर्थः भवति अत्र. अतः तत्र एकवारम् इदानीं पूर्ण आपादनं पठतु गुणरूपस्य. गुणरूपस्य तस्य पृथक्त्वस्य रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य अनियतावधिकत्वं मानाभावात् इति भवति. अनियतावधिकत्वे, नियतावधिकत्वे मानाभावात् इति आपादानं, सम्पूर्ण आपादानं भवति. समीचीनं महोदय. अतः तत्र प्रथमतया आपादाने तत्र तस्य इति विषये किञ्चित् क्लेशः आसीत्, इदानीं तत्र स्पष्टीकृतम् अस्ति. इदानीं तस्य नाम पृथक्त्वस्य इति. इदानीं तत्र आपादने किं किम् अस्ति इति अवगत्य तदनन्तरं तत्र आपादानस्य अर्थः कः, नाम आपादानं किं वदति इति पश्येम. अस्तु, समीचीनं, धन्यवादः महोदय. समीचीनं, धन्यवादः महोदय, धन्यवादः. अस्तु, अग्रे तर्हि तत्र तर्हि नीता भगिनी नमस्कारः, मृणाली भगिनी नमस्कारः. नमस्कार. तर्हि तत्र नीता भगिनी अग्रे पठति वा? आम्. अनेन पूर्वपक्षिणः आक्षेपः कः? अत्र पूर्वपक्षी गुणरूपस्य पृथक्त्वस्य नियतावधिकत्वे मानाभावः इति आशङ्कयति. घटः पटात् पृथक् इति प्रतीतिः. उभाभ्यां पक्षाभ्यां साधनीया एव, यतोहि लोके तादृशव्यवहारः प्रसिद्धः. प्रश्नः अयं यत् इदं विद्यमानं पृथक्त्वं कीदृशं, प्राचीनानां मतं यादृशम् अथवा नव्यानां मतं तादृशम्? एतावता पृथक्त्वं गुणः इति न सिद्धम्. के सिद्धाः गुणाः? संयोगादयः. तेषु सिद्धगुणेषु कस्य नियतावधिकत्वम् अस्ति? कस्यापि नास्ति. ये नियतावधिकाः तेषां सर्वेषाम् एव पूर्वपक्षिणः मतम् अनुसृत्य असिद्धत्वम्. येषां गुणानां नियतावधिकत्वम् अस्ति तेषां सर्वेषाम् इयम् आपत्तिः. गुणरूपस्य नियतावधिकत्वे मानाभावः नियतावधिकत्वम् इति स्वभावः कस्यापि सिद्धगुणस्य न इष्टः दृष्टः क्षम्यतां सिद्धगुणस्य न दृष्टः कस्य दृष्टः भेदस्य अतः पृथक्त्वस्य नियतावधिकत्वात् भेदरूपता एव तथैव परत्वापरत्वयोः नियतावधिकत्वं तयोः अपि गुणत्वं नास्ति अपि तु भेदरूपता एव पृथ्वीतत्वात् द्रव्यत्वं परं सामान्यम् इति व्यवहारे परत्वस्य भेदरूपता न तु गुणरूपता अस्तु तर्हि तत्र अस्मिन् परिच्छेदे बहु किमपि अस्ति अतः तत्र अर्धभागम् इति यावत् करोतु भगिनि अनेन पूर्वपक्षिणः आक्षेपः कः इदानीं वयं दृष्टवन्तः न च तद्दोषात् तत् इदानीं मास्तु यतोहि तत् सर्वं तत्र सिद्धान्तिनः वाक्यं पूर्वपक्षिणः मतः अस्ति गुणरूपस्य तस्य इत्युक्ते तत्र गुणरूपस्य तस्य पृथक्त्वस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् इति पूर्वपक्षिणः मतः तत्र पूर्वपक्षिणः आक्षेपः कः इति प्रश्नः तत्र पूर्वपक्षी किं करोति तद् गुणरूपस्य पृथक्त्वस्य नियतावधिकत्वे मानाभाव इति आकङ्क्षयति गुणरूपस्य पृथक्त्वस्य तत्र तस्य इत्युक्ते पृथक्त्वस्य नियतावधिकत्वे मानाभावः नियतावधिकत्वे मानाभावः इति पूर्वपक्षी आक्षेप तेषाम् आशङ्कयति इत्युक्ते पूर्वपक्षिणः आक्षेपः कः गुणरूपस्य पृथक्त्वस्य नियतावधिकत्वे मान अभाव एवमस्ति वा सत्यं मान अभावः मान नाम तस्मिन् विषये विश्वासः नाम इति मन्ये तत्र इति मन्ये इति अङ्गीकरोमि किन्तु तत्र मानः तस्य अभावः इति कृत्वा तद् न अङ्गीकरोमि तस्मिन् विषये अङ्गीकरोति तस्मिन् विषये अङ्गीकारः नास्ति मम पूर्वपक्षिणः गुणरूपस्य पृथक्त्वस्य नियतावधिकत्वं न अङ्गीकरोति इति आशयः इति अस्ति समीचीनं ते नियतावधिकत्वं नाम तत्र पृथक्त्वं नाम अथवा क्षम्यतां तत्र अत्र पूर्वपक्षी किं वदति तत्र तत्र पृथक्त्वम् इति तत्र मतभेदः वर्तते खलु नाम एतावत् वयं चिन्तितवन्तः तत्र पृथक्त्वम् इति अन्यतमगुणः इति खलु अतः एव तत्र अत्र पूर्वम् आसीत् तत्र तर्हि सिद्धं नः अस्माकं सिद्धं समीहितं गुणान्तरं पृथक्त्वम् इति अत्र एव तत्र किन्तु इदानीं पूर्वपक्षी आगत्य पूर्वपक्षी इति तस्य मतम् इति अस्ति इति किमपि नास्ति कोऽपि आगच्छति सः किं तस्य मतं किम् एतत् किमपि न जानीमः केवलं सः आक्षेपं वदति तावदेव अतः तत्र तस्य कस्मिन् विषये विश्वासः अस्ति विश्वासः नास्ति इति न जानीमः अस्तु केवलम् इदानीं सः वदति तत्र पृथक्त्वं गुणः इति न अङ्गीकरोमि नियतावधिकत्वे मानाभावः इति अस्तु तर्हि तत्र स्पष्टं भवति अग्रे गत्वा कथम् इति घटः पटात् पृथक् इति प्रतीतिः घटः पटात् पृथक् इति प्रतीतिः. उभाभ्यां पक्षाभ्यां साधनीया एव यतोहि लोके तादृशव्यवहारः प्रसिद्धः. घटपटात् पृथक् इत्युक्ते तत्र अवधिः पृथक्त्वस्य आश्रयः घट भवति, अवधिः पट भवति, पटः भवति, समीचीनं पटः भवति. अतः तत्र इति प्रतीतिः. तर्हि तत्र पृथक्त्वे पृथक्त्वस्य अवधिकत्वम् अस्ति खलु? तर्हि पृथक्त्वस्य अवधिकम् अवधिकत्वम् अस्ति. तत्र घटः यदि पृथक्त्वस्य आश्रयः भवति तस्य अवधया तु पुस्तकं भवितुम् अर्हति, वृक्षः भवितुम् अर्हति, तत् सर्वं पटः अपि भवितुम् अर्हति. अर्हति, समीचीनम्. अतः तत्र एतादृशव्यवहारः प्रसिद्धः. अतः तत्र तत्र उभाभ्यां पक्षाभ्यां नाम तत्र पूर्वपक्षिणः यः मतम् अपि सिद्धान्तिनः मतं द्वयोः तत्र अङ्गीकारः अस्ति. नाम तत्र एतादृशप्रतीतिः सत्यं, नाम पृथक्त्वस्य अवधिकत्वम् अस्ति इति. अवधिकत्वम् अस्ति, लोके तादृशस्य व्यवहारः प्रसिद्धः. अधुना तत्र प्रश्नः अयं यत् इदं विद्यमानं पृथक्त्वं कीदृशं, प्राचीनानां मतं यादृशम् अथवा नव्यानां मतं तादृशम्? सत्यं खलु, नाम तत्र पृथक्त्वं कीदृशं, नाम यथा प्राचीनाः वदन्ति तादृशम् अस्ति वा अथवा नव्यानाम् अथवा नाम तत्र पूर्वपक्षी यथा वदति तादृशम् अस्ति वा इति खलु. पूर्वपक्षिणः मतानुसारणं वा प्राचीनानां मतानुसारणं? एतावता पृथक्त्वं गुणः इति न सिद्धम्. पृथक्त्वम् इति गुणः अस्ति तत् तस्य सिद्धिः इदानीं पर्यन्तं न अभवत् इति, न सिद्धम् इति. नाम तत्र पुस्तके यत् लिखितं सिद्धम् इति, नाम तत्र एतावत् वयम् अङ्गीकुर्मः किन्तु तत्र पूर्वपक्षी न अङ्गीकरोति पृथक्त्वं गुणः इति. गुणरूपस्य पृथक्त्वस्य तत् दत्तमस्ति, ते तत् न अङ्गीकरोति. अतः तत्र अन्यतमगुणः इति सः न अङ्गीकरोति. न अङ्गीकरोति. के सिद्धाः गुणाः? संयोगादयः. संयोगादयः गुणाः सिद्धाः. संयोगादयः गुणाः ते अङ्गीकरोति, परन्तु पृथक्त्वम् इति गुणः रूपेण गुणरूपेण ते न अङ्गीकरोति इति. नाम तत्र पूर्वं तत्र रसरूपं, गन्धः, संयोगः, एतत् सर्वम् अङ्गी तत्र गुणः इति तत्र सिद्धान्ति अपि अङ्गीकरोति, पूर्वपक्षी अपि अङ्गीकरोति. अतः तत्र सिद्धः गुणः नाम यस्य गुणस्य अङ्गीकारः उभाभ्यां तत्र उभयोः मध्ये अङ्गीकारः वर्तते. तेषु सिद्धगुणेषु कस्य नियतावधिकत्वम् अस्ति? कस्यापि नास्ति. ये गुणाः सिद्धाः इदानीं पर्यन्तं यावत्पर्यन्तं तेषु नियतावधिकत्वं कस्य अपि नास्ति. नाम तत्र कस्य अवधिकत्वम् अस्ति सिद्धगुणेषु? सिद्धगुणेषु कस्य अवधिकत्वं? तत्र सिद्धगुणेषु कस्यापि अवधिकत्वं नास्ति इति. न न, संयोगस्य अस्ति खलु, संयोगः, संयोग इति संयोगः, विभागः, तत्र विभागः इति तत्र अवधिकत्वम् अस्ति. अवधिकत्वम् अस्ति, सिद्धगुणेषु संयोगस्य विभागस्य अवधिकत्वम् अस्ति. अस्ति, किन्तु तत्र अवधिकत्वम् अस्ति किन्तु तत्र किं नास्ति? निखिलावधिकत्वं नास्ति इति वा? न न, नियतावधिकत्वं नास्ति. नियतावधिकत्वं नाम नियमेन, नाम तत्र नियमेन, नाम तत्र घटः पृथक् इति वदामश्चेत् तत्र कस्मात् इति प्रश्नः उदेति. किन्तु तत्र यदि वयं वदामः हस्तः संयुक्तः तत्र कस्मात् इति वदामः वा? न खलु. अतः तत्र किं भवति, तत्र संयोगे तत्र अवधिकत्वम् अस्ति किन्तु नियतावधिकत्वं नास्ति, नास्ति द्वैविध्ये तत्र द्विनिष्ठः अस्ति खलु, संयोगः द्विनिष्ठः अस्ति, अवधिः यत्र भवति तत्र एकः आश्रयः भवति अन्यः अवधिः भवति, अवधिः आश्रयः न भवति, किन्तु संयोगः द्विनिष्ठः इति कृत्वा तत्र अवधिकत्वं तत्र आरोपयामः किन्तु नियमेन नास्ति, नियमेन नास्ति, नियत नास्ति अवधिकत्वं, नियत अवधिकत्वं नास्ति, नास्ति ये नियतावधिकाः तेषां सर्वेषाम् एव पूर्वपक्षिणः मतम् अनुसृत्य असिद्धत्वं ये नियतावत्पर्यन्तम् इति तावत्पर्यन्तम् ये नियतावधिकाः तेषां सर्वेषाम् एव पूर्वपक्षिणः मतम् अनुसृत्य असिद्धत्वं, तत्र पूर्व नियतावधिकत्वे मानाभावः इति ते वदन्ति, इत्युक्ते मानः अभावः इत्युक्ते न अङ्गीकरोति, अतः अत्र सः पूर्वपक्षी किं वदति तर्हि, तत्र किमर्थं पूर्वपक्षी न अङ्गीकरोति तत्र पृथक्त्वं गुणः अस्ति इति? हा तत्र गुणः पृथक्त्वम् इति गुणः इदानीं पर्यन्तं न सिद्धम्, अतः तत्र असिद्धत्वं, हा किन्तु पूर्वपक्षी नाम सिद्धान्ति वदति पृथक्त्वं गुणः इति, पूर्वपक्षी वदति न तस्मिन् विषये मम अङ्गीकारः नास्ति, किमर्थं सः वदति अङ्गीकारः नास्ति इति? नास्ति, येषां गुणानां नियतावधिकत्वम् अस्ति तेषां सर्वेषाम् इयम् आपत्तिः, न एतावत् तत्र सिद्धगुणः नाम ये गुणाः तत्र तत्र मत ये येषु गुणेषु मतभेदः नास्ति नाम तत्वा तत्र उभयोः तत्र अङ्गीकारः अस्ति, सिद्धाः गुणाः संयोगादयः, तत्र सिद्धगुणेषु कस्य नियतावधिकत्वम् अस्ति? संयोगस्य न नियतावधिकत्वं नियतावधिकत्वं कस्यापि नास्ति, कस्यापि नास्ति, कस्यापि नियतावधिकत्वं नास्ति, नास्ति, अतः पूर्वपक्षी एवं वदति पश्यतु सिद्धगुणेषु तत्र अनेके गुणः सन्ति तत्र सिद्धगुणः इति वयं द्वयम् अपि अङ्गीकुर्मः किन्तु तेषु सिद्धगुणेषु कस्यापि नियत अवधिकत्वं नास्ति, पृथक्त्वस्य नियतावधिकत्वम् अस्ति इति भवान् वदति अहमपि अङ्गीकरोमि किन्तु तत्र नियतावधिकत्वम् अस्ति चेत् कथं गुणः भवेत् यतोहि तत्र सिद्धेषु गुणेषु तत्र कस्यापि नियतावधिकत्वं नास्ति, नास्ति, अतः ये एषः एतत् पृथक्त्वं कथं गुणः भवितुम् अर्हति तत्र नियतावधिकत्वयुक्तगुणः सिद्धगुणेषु न कोऽपि अस्ति, न कोऽपि अस्ति, तेषां सर्वेषां पूर्वपक्षिणा मतः असिद्धत्वं अस्तु इति अतः तत्र अत्र तर्हि अर्थः तत्र पूर्वपक्षी किं वदति यदि कोऽपि गुणः अस्ति यस्य यदि कोऽपि पदार्थः अस्ति यस्य नियतावधिकत्वम् अस्ति तर्हि सः पदार्थः गुणः न भवेत् खलु यतोहि सिद्धेषु गुणेषु नियतावधिकत्वं नास्ति तेषु गुणेषु नियतावधिकत्वं नास्ति सिद्धेषु ये गुणाः तेषु नियतावधिकत्वं नास्ति अतः यदि कोऽपि पदार्थः तत्र नियतावधिकः तत्र तस्य नियतावधिकत्वम् अस्ति इति वदामः तर्हि सः पदार्थः गुणः नास्ति एव इति न भवितुम् अर्हति यतोहि तत्र सदृशः सदृशः न कोऽपि अस्ति पूर्वं सिद्धं सिद्धेषु गुणेषु कथम् इति सः पृच्छति। अस्तु, समीचीनं भगिनी। इदानीं तत्र परिच्छेदः दीर्घः अस्ति इति कृत्वा अन्य कोऽपि वदेत्। अस्तु, धन्यवादः, धन्यवादः, धन्यवादः। अस्तु, अग्रे तर्हि तत्र उषा भगिनी तत्र अग्रे पठति वा महोदय? आचार्य, एकः प्रश्नः पूर्वं तस्मात्, यदि रूपादिवत् तेषां चिन्तनमस्ति खलु, रूपादिवत्, तर्हि रूप द्वितीयक्षणे जायमानः गुणः अस्ति खलु द्रव्ये? हा हा हा, अस्तु भगिनि, अस्तु अस्तु, आम् आम् आम्, हा, तर्हि रूपस्य नियतावधिकत्वम् इति विषयः नास्ति, परन्तु रूपस्य अङ्गीकारः अपि नास्ति वा तेषाम्? न न, अङ्गीकारः अस्ति, रूपं गुणः इति तत्र अङ्गीकारः अस्ति, हा, द्वयोः अङ्गीकारः अस्ति, ओके, अपि अङ्गीकारः अस्ति। तत्र वाक्यमासीत् खलु रूपादिवत्, अतः अहं चिन्तितवती कि तस्य अपि गुण इति रूपेण अङ्गीकारः न आसीत् इति। न न न न न, तादृशं नास्ति, केवलं तत्र तत्र अत्र रूपादिवत् तत्र मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य इति, तद् वयं सर्वम् अङ्गीकुर्मः, नाम तत्र प्रथमतया आशयस्य उत्पत्तिः, तदनन्तरं द्वितीयक्षणे एव तत्र आश्रये, नाम घटः अस्ति, घटस्य उत्पत्ति प्रथमे क्षणे भवति, द्वितीयक्षणे एव तत्र घटे नीलरूपं वा हरितरूपं वा किमपि भवति खलु। अतः तत्र गुणस्य आकृतिः स्वभावः तादृशः खलु। अतः तत्र रूप यथा अस्ति तथैव गुणानां तत्र स्वभावः, मूर्तोत्पत्ति मूर्तद्रव्यस्य उत्पत्ति अनन्तरक्षणे एव जायमानः भवन्ति गुणाः, जायमानः भवन्ति गुणाः इति अस्ति। अतः तत्र तस्य महत्त्वम् अत्र नास्ति, नाम मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य, ते केवलं तत्र गुणस्य विषये स्मारणं, नाम गुणः एतादृशः भवति इति। किन्तु महत्त्वं किम् अस्ति, नाम गुणरूपस्य तस्य नाम पृथक्त्वस्य नियतावधिकत्वे माना अभावः वर्तते इति। अत्र गुणरूपस्य, अत्रापि रूप इति अस्ति, रूप नाम गुणः अस्ति, नाम पृथक्त्वं गुणः अस्ति इति अत्र आशयः, इन् द फार्म् आफ् गुण, पृथक्त्वं विच् वि अक्सेप्ट् इन् द फार्म् आफ् गुण, तस्य एतावधिकत्वे मानभावः मम अस्ति इति वदति। तर्हि गुणरूपस्य नाम पृथक्त्वं गुणः इति भवान् यत् वदति, हा, तस्य तत्र नियतावधिकत्वे मनभावात् इति, अतः तत्र गुणः इति गुणस्य, न न, पृथक्त्व इति गुणस्य नियतावधिकत्वं नास्ति इति खलु? न न न, तादृशं भवेत्, किन्तु साक्षात् किम् अस्ति, अतः एव तत्र एतत् सर्वस्य तत्र दीर्घविवरणं, यदि केवलं तत्र एकवारं वाक्यस्य तत्र पठनं कृत्वा तत्र अवगमनं भवति इति नास्ति, अतः तत्र आचार्य द्वेषः इति गुणः अस्ति खलु, द्वेषः इति गुणः, यदि अहं वदामि रावणे द्वेषः किमपि, तत्र आकाङ्क्षा न उत्पद्यते वा? इदानीं तत्र सिद्धगुणाः, नाम क्रमेण वयं गच्छामः खलु, एतावत् नाम एतावत् येषां गुणानां तत्र लक्षणं कृतं सिद्धः गुणाः, अतः तत्र केवलं तेषाम् एव विषयः एतावत्। ओ, अहं चिन्तयति चतुर्विंशतिगुणेषु केवलं, यदि वयं चतुर्विंशतिगुणाः इति वदामश्चेत् तत्र पृथक्त्वम् इति अपि गुणः इति आगच्छति, अतः तत्र तादृशं नास्ति, ये गुणाः तत्र सिद्धाः गुणाः, अतः तत्र सिद्धः नाम येषां विषये तत्र अङ्गीकारः द्वयोः तत्र, हा, तत्र उभाभ्यां तस्य उभयोः तत्र अङ्गीकारः वर्तते, अतः तत्र मम मनसि द्वेषः वर्तते, ते प्रश्नः उदेति कस्य द्वेषः वर्तते इति अस्ति खलु, सत्यं सत्यं सत्यं भगिनि, अस्तु, किन्तु तस्मिन् विषये एतावत् तत्र अवधिकत्वम् इति विषये वयं केवलं तत्र पृथक्त्वं भेदः संयोगः विभागः इति एव दृष्टवन्तः खलु. आमाचार्य अस्तु अस्तु धन्यवादः भगिनि, प्रश्नः उत्तमः. अस्तु अग्रे तर्हि तत्र उषा भगिनि. ये नियत तत्र महोदय ये नियतावधिकाः तेषां सर्वेषाम् एव पूर्वपक्षिणः मदम् अनुसृत्य कुत्र पठनीयं महोदय? ततः एव भगिनि अथवा तत्र अतः आरभ्य तत्र पठतु भगिनि, के सिद्धाः गुणाः इति. के सिद्धाः गुणाः संयोगादयः? तेषु सिद्धगुणेषु तस्य नियतावधिकत्वम् अस्ति, तस्यापि नास्ति. ये नियतावधिकाः तेषां सर्वेषाम् एव पूर्वपक्षिणः मतम् अनुसृत्य असिद्धत्वम्. येषां गुणानां नियतावधिकत्वम् अस्ति तेषां सर्वेषाम् इयम् आपत्तिः गुणरूपस्य नियतावधिकत्वे मानाभावः, मानाभावः. नियतावधिकत्वम् इति स्वभावः कस्यापि सिद्धगुणस्य न दृष्टः, तस्य दृष्टः भेदस्य. अग्रे अपि पठामि वा? अतः पृथक्त्वस्य नियतावधिकत्वात् भेदरूपता एव. तथैव परत्व अपरत्वयोः नियतावधिकत्वं तयोः अपि गुणत्वं नास्ति, अपि तु भेदरूपता एव. पृथ्वीत्वात् द्रव्यत्वं परं पृथ्वी किमस्ति परं सामान्यम् परं सामान्यम् इति व्यवहारे परत्वस्य भेदरूपता न तु गुणरूपता. प्रश्नः अयम् ओके ओके के सिद्धाः गुणाः संयोगादयः? संयोगादयः इति गुणः सिद्धः अस्ति, परन्तु सिद्धः नाम द्वयोः मते अङ्गीकारः, द्वयोः मतौ द्वयोः मतेन बोध ओके ओके अङ्गीकारः अस्ति, अङ्गीकारम् अस्ति ओके. परन्तु ओके तेषु सिद्धगुणेषु कस्य नियतावधिकत्वम् अस्ति? तेषु सिद्धगुणेषु इति कृते लैक् संयोगादि संयोगरसरूप रूप नास्ति संयोगादि संयोगः रूपरसगन्धः सर्वं रूपरसगन्ध ओके किन्तु तत्र अवधिकत्वं कस्य भवति? अवधिकत्वं कस्य भवति इति चेत् तस्य गुणस्य संयोगाकृते नास्ति, अवधिकत्वम् अस्ति, अवधिकत्वं नास्ति खलु? न न अवधिकत्वम् अस्ति आरोप्यते खलु द्विनिष्ठः अस्ति किन्तु आरोप्यते किन्तु नियतावधिकत्वं नास्ति, नियतावधिकत्वं नास्ति नियमेन केवलम् आरोपणम् यत्र नियमेन अवधिः भासते तत्तेव नियतावधिकत्वं. तत्तु नास्ति ते संयोगे अवधिकत्वमस्ति नियतावधिकत्वं नास्ति महोदय. तेषु सिद्धगुणेषु तस्य नियतावधिकत्वम् अस्ति, कस्यापि नास्ति. ये नियतावधिकाः तेषां सर्वेषाम् एव पूर्वपक्षिणः मतम् अनुसृत्य असिद्धत्वं. ये नियतावधिकाः यस्य गुणकृते नियतावधिकं भवति तेषां सर्वेषाम् एव पूर्वपक्षिणः मतम् अनुसृत्य असिद्धत्वं. नाम यदि अर्थः कः? कोऽपि पदार्थः अस्ति कोऽपि पदार्थः अस्ति तस्य नियतावधिकः अस्ति चेत् तेषां सर्वेषां तस्य पदार्थस्य एव पूर्वपक्षिणः मतम् अनुसृत्य असिद्धत्वं नाम गुणः नास्ति गुणः न भवति इति भवति इति अस्ति खलु अस्ति आम् आम् इति पूर्वपक्षिणः मतम् अनुसृत्य यतोहि पूर्वपक्षः किं वदति पश्यतु सिद्धेषु गुणेषु कस्यापि नियतावधिकत्वं नास्ति इति इदानीं तत्र एषः पदार्थः नियतावधिकः अस्ति किन्तु नियतावधिकः अस्ति इति कृत्वा सः गुणः न भवितुम् अर्हति यतोहि गुणेषु सिद्धगुणेषु कस्यापि न कोऽपि नियतावधिकः अतः केवलं पृथक्त्वम् इति नास्ति अन्य कोऽपि पदार्थः यदि तत्र यस्य नियतावधिकः नियतावधिकत्वम् अस्ति तस्य अपि असिद्धत्वं भवति येषां गुणानां नियतावधिकत्वम् अस्ति तेषां सर्वेषाम् इयम् आपत्तिः गुणरूपस्य नियतावधिकत्वे मानाभावः इति पूर्वपक्षिणः मतम् अनुसृत्य यतोहि पूर्वपक्षिणः वदति गुणरूपस्य पृथक्त्वस्य नियतावधिकत्वे गुणरूपस्य पृथक्त्वस्य नियतावधिकत्वे पृथक्त्वम् इति कृते नियतावधिकत्वम् अस्ति इति तस्य अङ्गीकारं नास्ति न नियतावधिकत्वम् अस्ति अतः सः गुणरूपं पदार्थः न भवति नियतावधिकत्वम् अस्ति इति कृत्वा गुणरूपं तस्मिन् विषये अङ्गीकारः नास्ति ओ येषां गुणानां नियतावधिकत्वम् अस्ति तेषां सर्वेषाम् इयम् आपत्तिः आपत्तिः नियतावधिकत्वे मानाभावः यथा पृथक्त्वस्य नियतावधिकत्वम् अस्ति इति कृत्वा पृथक्त्वं गुणः न भवितुम् अर्हति इति पूर्वपक्षी वदति तथैव अन्य कोऽपि यदि सिद्धान्ति वदति एतत् एषः अपि गुणः इति वदति चेत् अपि अस्मिन् गुणे तत्र नियतावधिकत्वम् अस्ति इति वदति चेत् पुनः पूर्वपक्षिणः आपत् तत्र वाक्यम् आगच्छति आपत्तिः भवति कथं कथं गुणः अपि नियतावधिकत्वं न सङ्गच्छति खलु इति नाम यत्र नियत गुणेषु नियतावधिकत्वं न दृष्टः अतः तत्र कथम् एषः गुणः भवितुम् अर्हति इति नियतावधिकत्वम् इति स्वभावः कस्यापि सिद्धगुणस्य न दृष्टः खलु संयोगादयः कृते नियतावधिकत्वं न दृष्टः कस्यापि सिद्धगुणस्य न दृष्टः स्वभावः कस्य दृष्टः भेदस्य भेदस्य स्थले नियतावधिकत्वम् अस्ति खलु आं महोदय नियतावधिकत्वम् अस्ति यतोहि अवधिः भासते घटः पटः पटात् भिन्नः इति कृते इति भेदस्थले घटः पटात् भिन्नः इति भेदस्थले पटभेदः वर्तते पटः इति घटः एव अवधिः खलु घटः पटात् भिन्नः सो पटभेदः घटे वर्तते पटभेदः घटे वर्तते पटभेदः घटः पटात् भिन्नः इति वाक्ये पटभेदः घटे वर्तते अपि अस्मिन् वाक्ये कस्य पदस्य पञ्चमी घटः पटात् भिन्नः पटः तर्हि पटः एव अवधिः कस्य दृष्टः भेदस्य ऐ वाण्टेड् टु स्विच् द अदर् वे महोदय. आम् पटः घटात् भिन्नः, पटः घटात् भिन्नः, यतोहि मम इष्टः घटः अवधिः इति. अस्तु अस्तु अस्तु, समीचीनं. सो पटः पटः घटात् भिन्नः, पटे घटभेदः वर्तते वर्तते. अस्तु समीचीनं. घटभेदः वर्तते इत्यनेन घटः एव अवधिः भवति अत्र. सो कस्य दृष्टः भेद भेदस्य स्वभावः नियतावधिकत्वं भासते भासते. अतः पृथक्त्वस्य नियतावधिकत्वात् पृथक्त्वस्य नियतावधिकत्वात् भेदरूपता एव. पूर्वपक्षिणः वदति पृथक्त्वस्य अतः पृथक्त्वस्य नियतावधिकत्वात् अतः पृथक्त्वस्य नियतावधिकत्वात् भेदरूपता एव. पृथक्त्वस्य नियतावधिकत्वात् भेदरूपता एव भेदस्य नियतावधिकत्वम् अस्ति. अतः पृथक्त्वस्य नियतावधिकत्वात् भेदरूप सो नियत पृथक्त्वं कृते अपि नियतावधिकत्वम् अस्ति, भेद भेदस्य स्थले अपि नियतावधिकत्वम् अस्ति इति वा? भेदरूपता एव नाम अतः पृथक्त्वस्य पृथक्त्वम् इति नाम सिद्धेषु गुणेषु नियतावधिकत्वं नास्ति नास्ति नास्ति. तर्हि पृथक्त्वं गुणः न भवितुं न भवितुम् अर्हति. इदानीं प्रश्नः उदेति तर्हि गुणः नास्ति चेत् पृथक्त्वं किम् अस्ति खलु? किम् अस्ति किन्तु नियतावधिकत्वं कुत्र अस्ति इत्युक्ते तत्र भेदस्थलेमस्ति अस्ति. तर्हि पृथक्त्वस्य नियतावधिकत्वम् अस्ति इति कारणात् नियतावधिकत्वं नियतावधिकत्वात् नाम अस्ति इति कारणात् पृथक्त्वस्य भेदरूपता एव भवेत्. नाम पृथक्त्वं भेदः एव पूर्वपक्षिणः मतं पूर्वपक्षिणः भेदरूपता यतः पूर्वं गुणरूपस्य पृथक्त्वस्य इति आसीत् खलु, नाम गुणः अस्ति इति अत्र भेदरूपता एव नाम पृथक्त्वस्य भेदरूपता एव भवेत् भवेत् नाम पृथक्त्वं भेदः एव भवेत् इति तत्र आगच्छति. तथैव तथा एव परत्व अपरत्वयोः नियतावधिकत्वं परत्व अपरत्व अपि गुणः खलु. हा तत्र परत्वम् अपरत्वं तत्रापि नियतावधिकत्वम् अस्ति. नियतावधिकत्वम् अस्ति तयोः अपि गुणत्वं नास्ति अपि तु भेदरूपता एव. यतोहि तत्र नियतावधिकत्वं कथम् इत्युक्ते तत्र उदाहरणं दत्तमस्ति तत्र पृथ्वीत्वात् द्रव्यत्वं परं सामान्यम् इति व्यवहारे परत्वस्य भेदरूपता न तु गुणरूपता. पृथ्वीत्वात् द्रव्यत्वं परं सामान्यं द्रव्यत्वं परं पृथ्वीत्वम् अपरम् अपरं नाम तत्र परम् अपरं कुत्र भवति तत्र वयं तुलनां कुर्मः खलु. नाम तत्र कस्य क्षेत्रं महत् बृहत् भवति बृहत् अपि न्यूनम् अस्ति इति. यत्र पृथ्वीत्वम् अस्ति तत्र द्रव्यत्वम् अस्ति निश्चयेन अस्ति. किन्तु यत्र द्रव्यत्वम् अस्ति तत्र पृथ्वीत्वं भवेत् वा? नास्ति, यतोहि जलमपि द्रव्यं भवति, वायुः अपि, कालः, आत्मा, मनः, कालः दिक् तर्हि तत्र द्रव्यत्वम् इति तत्र तस्य क्षेत्रं बृहत् अस्ति बृहत् अस्ति. पृथ्वीत्वं तस्य क्षेत्रं न्यूनमस्ति, द्रव्यत्वं परम् अपि तत्र पृथ्वीत्वात् इति अस्ति इति कृत्वा तत्र अपि अवधिः भासते. पञ्चमी खलु पृथ्वीत्वात् द्रव्यत्वं परम् अतः तत्रापि एतावधिक अतः अपि तत्रापि एतावधिकत्वं वर्तते अतः सः अपि नाम परत्वम् अपरत्वम् अपि भेदरूपता एव भवेत् न तु गुणरूपता ते अपि तत्र परत्वम् अपरत्वं गुणरूपेण न अङ्गीकरोमि इति आगच्छति अतः एव तत्र यस्य कस्यापि गुणस्य तत्र नियतावधिकत्वं भवति तत्र गुणः नास्ति इति आपतति गुणः कथं भवेत् इति आपतति इति इदानीं तत्र प्रथम आक्षेपः अस्तु महोदय अस्तु समीचीनं भगिनि तत्र तत्र हा अस्तु अस्मिन् विषये कोऽपि प्रश्नः आचार्य पुनः एकवारं तत् अन्तिमं भागः तत् पुनः एकवारं वदति वा कृपया नाम एतावत् तत्र पूर्वपक्षिणः मतं किमस्ति सिद्धेषु गुणेषु तत्र नियतावधिकत्वं कस्यापि नास्ति अतः तत्र पृथक्त्वस्य गुणः इति मम अङ्गीकारः नास्ति यतोहि तत्र कुत्रापि नियतावधिकत्वं नास्ति तथैव नाम यदि तत्र कोऽपि पदार्थः अस्ति अपि सः पदार्थः नियतावधिकः अस्ति नाम तस्य नियतावधिकत्वम् अस्ति तर्हि सः पदार्थः गुणः न भवितुम् अर्हति इति नाम तस्य आपाधनं तावत् गच्छति केवलं पृथक्त्वस्य विषये इति नास्ति किन्तु यः कोऽपि गुणः भवति समानस्थितिः भवति नाम येषां गुणानां नियतावधिकत्वम् अस्ति तेषां सर्वेषां तत्र अङ्गीकारः नास्ति गुणरूपेण अङ्गीकारः नास्ति तर्हि तत्र पृथक्त्वस्य नियतावधिकत्वम् अस्ति इति अङ्गीकारः अस्ति तत्र पृथक्त्वं नियतावधिकम् इति अङ्गीकारः इदानीं तर्हि तत्र पृथक्त्वं गुणः नास्ति चेत् तर्हि पृथक्त्वं किम् अस्ति इति प्रश्नः तर्हि नियतावधिकत्वं कुत्र कुत्र भवति सः स्वभावः कस्यापि सिद्धगुणस्य न दृशः कस्य दृशः कुत्र भवति नियतावधिकत्वं भेदे दृश्यते अतः पृथक्त्वस्य नियतावधिकत्वात् नियतावधिकत्वम् अस्ति इति कृत्वा पृथक्त्वस्य भेदरूपता एव भवेत् नाम पृथक्त्वम् इत्युक्ते किम् इत्युक्ते ओ तत्तु भेदस्य भागः सः भेदः एव पृथक्त्वं तु भेदः एव इति आगच्छति इति एकः अंशः अन्यः अंशः इदानीं तत्र परत्व अपरत्वयोः तत्रापि नियतावधिकत्वम् अस्ति नाम तत्र परत्व अपरत्वयोः तत्र व्यवहारः कीदृशः भवति तत्र परत्वम् अपरत्वं तत्र सामान्यम् अथवा जातिः इति उक्तं नाम पृथ्वीत्वं द्रव्यत्वम् इति तत्र पृथ्वीत्वात् द्रव्यत्वं परं सामान्यम् इति आगच्छति नाम परं जातिः अथवा परं सामान्यम् नाम द्रव्यत्वस्य क्षेत्रं बृहत् अस्ति पृथ्वीत्वस्य क्षेत्रस्य अपेक्षया अतः तत्र परम् इति द्रव्यत्वं परं पृथ्वीत्वम् अपरम् इति वदामः तत्रापि तत्र पृथ्वीत्वात् इति अस्ति खलु तत्र पञ्चमी अस्ति तर्हि अवधिः भासते अतः तत्रापि अवधिः नियतावधिकत्वं परत्वम् अपरत्वं तयोः अपि नियतावधिकत्वम् अस्ति इति कृत्वा तयोः अपि गुणत्वं नास्ति अपि तु भेदरूपता एव तयोः अपि भवति नाम ते अपि भेदस्य भागः नाम ते अपि भेदाः एव इति अतः तत्र अस्मिन् व्यवहारे परत्वस्य भेदरूपता नाम भेदः इव भेदः एव अस्ति परत्वं न तु गुणः इति आगच्छति तर्हि परत्वं गुणः नास्ति इति आगच्छति यतोहि तस्य नियतावधिकत्वम् अस्ति भेदः अपि नियतावधिकत्वम् अस्ति अतः परत्वमपि भेदः वत् भेदः एव भेदवत् न भेदः एव इति तत्र भवति समीचीनं वा प्रश्नः अस्ति वा आम् इदानीं स्पष्टं धन्यवादः हा समीचीनं अस्तु तर्हि अग्रे सरामः तर्हि तत्र अग्रे तत्र नरसिंहगिरि महोदय अग्रे पठति वा आम् यदा नियतावधिकत्वस्य तद्विषयिणी प्रतीति जायते व्यवहारः जायते तादृशव्यवहारे नियमेन पञ्चम्यन्तं पदम् उपयुज्यते तेषु सर्वेषु स्थलेषु सः नियतावधिकगुणः मास्तु तत्स्थाने भेदः अस्ति इति शङ्का अवतरत् अनेन ये गुणाः नियतावधिकाः तेषां सर्वेषाम् इदानीं असिद्धता इति आपादनार्थमेव एषा पङ्क्तिः गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावः प्रत्येकस्मिन् नियतावधिकगुणे विवादः अस्ति इति कारणतः युगपत् सर्वेषाम् अनुवादः अत्र भवति यत्र यत्र गुणक्षेत्रे नियतावधिकत्वम् उच्यते तत्र सर्वत्र पूर्वपक्षे ब्रूयात् मास्तु तस्यापि भेदत्वमेव इष्टम् अनेन यदि कोऽपि वदति यत् युग पृथक्त्वस्य च परत्वस्य च किञ्चित् उपरि करोतु महोदय परत्वस्य च नियतावधिकत्वं पूर्वपक्षी उत्तरति तस्यापि भेदत्वे इष्टापत्ति अत्र यदा यदा नियतावधिकत्वस्य तद्विषयिणी प्रतीतिः जायते यदा यदा तस्य विषये आगच्छति नियतावधिकत्वस्य तत्र तादृशव्यवहारे नियमेन पञ्चम्यन्तं पदम् उपयुज्यते तस्मात् इति पञ्चम्यन्तम् आगच्छति तस्मात् पृथक् तस्मात् भिन्नः तस्मात् पृथक् इति तादृशं पञ्चमे उपयुज्य एव तादृशं वाक्यं वक्तुं शक्नुमः तेषु सर्वेषु स्थलेषु सः नियतावधिकगुणः मास्तु तत्स्थाने भेदः अस्तु इति शङ्का अवतरति यदा पञ्चमे वयम् उपयुज्यमः तत्र किं भवति तत्र पृथक् प्रत्येकगुणस्य आवश्यकता का भेदः इति एव भवतु भेदस्थलेपि वयं पञ्चमे उपयुज्य एव तस्मात् भिन्नः इति तादृशं वदामः अत्रापि पञ्चमे अस्ति इति कृत्वा तत्र भेदः एव भवतु किमर्थम् अन्यगुणः इति प्रश्ने शङ्का अवतरति नाम तत्र अस्माकम् इष्टमस्ति तत्र नैयाङ्कनं तत्र लाघवं नाम आवश्यकता नास्ति चेत् तद् मास्तु इति खलु तर्हि भेदरूपेण स्वीकुर्मश्चेत् पर्याप्तं भवति चेत् नूतन अन्यतम अतिरिक्तगुणः इति स्वीकारः मास्तु तत्स्थाने भेदः अस्तु इति शङ्का अवतरति भेदस्य एव कार्यं कुर्मः इति ये गुणाः नियतावधिकाः तेषां सर्वेषाम् इदानीम् असिद्धता इति आपादनार्थमेव एषा पङ्क्ति अनेन गुणाः नियतावधिकाः अनेन ये गुणाः नियतावधिकाः यत्र नियतावधिकमस्ति तेषां सर्वेषाम् इदानीम् असिद्धता इत्युक्ते तत्र गुणं न भवितुमर्हति असिद्धता भवति असिद्धता भवति इति आपादनार्थमेव तत्र एषा पङ्क्ति उपयुक्तमस्ति गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावः तत्र नियतावधिकत्वं न भवितुमर्हति किमर्थमित्युक्ते गुणः मूर्तोत्पत्ति यत् उत्पत्ति द्रव्यस्य उत्पत्तिः भवति तत् द्वितीयक्षणे एव तत् गुणस्य उत्पत्तिः भवति इति कृत्वा तस्य नियतादिकत्वे मानाभावः अस्ति इति तादृशवाक्यं रचितं नाम तत्र मूर्तोत्पत्ति द्वितीयक्षणे तद् भवति इति तत्र तस्य किमपि महत्त्वं नास्ति केवलं गुणस्य स्वभावः तादृशः इति किन्तु गुणस्य नियतावधिकत्वे मान अभावः नाम तत्र कस्यापि गुणस्य नाम सिद्धस्य गुणस्य नियतावधिकत्वं नास्ति. अतः यदि अन्य कोऽपि तत्र नूतनगुणाः अथवा तत्र नियतावधिकाः सन्ति तेषां सर्वेषां तत्र असिद्धता नाम अनङ्गीकारः. नाम एकस्मिन् एकवारमेव तत्र सर्वेषां तत्र असिद्धता वदति सः पूर्वपक्षे. केवलं पृथक्त्वस्य इति न, यदि पृथक्त्वस्य या स्थितिः तथैव अन्य कोऽपि गुणस्य यस्य नियतावधिकत्वम् अस्ति. अग्रे महोदय, प्रत्येकस्मिन् नियतावधिकगुणे विवादः अस्ति इति कारणतः युगपत् सर्वेषाम् अनुवादः अत्र अत्र भवति. प्रत्येकस्मिन् नियतावधिकगुणे विवादः अस्ति इति कृत्वा प्रत्येकस्मिन् नियतावधिकगुणे विवादः अस्ति इति कृत्वा कारणतः युगपत् सर्वेषाम् अनुवादः अत्र भवति. गुणात् चतुर्विंशतिः सन्ति सर्वेषामपि तत्र नियतावधिकत्वं नास्ति इति कृत्वा सर्वस्य अनुवादः अत्र भवति. न न न तादृशं नास्ति महोदय. नाम तत्र आरम्भे तत्र पृथक्त्वम् इति आसीत्, पृथक्त्वस्य विषये तत्र नियतावधिकत्वम् अस्ति इति कृत्वा तत्र तस्य अङ्गीकारः सः गुणः भवति इति अङ्गीकारः नास्ति. इदानीं तत्र अन्य कोऽपि नाम तत्र परम् इति गुणः इति कोऽपि वदति चेत् न परम् इति तत्रापि नियतावधिकत्वम् अस्ति इति कृत्वा स परत्वमपि गुणः न भवितुम् अर्हति इति पुनः तत्र पूर्वपक्षी वदति. किन्तु प्रत्येकगुणं यस्य गुणस्य नेतावधिकत्वम् अस्ति तस्मिन् विषये तत्र विवादः भवति इति कृत्वा अस्मिन् वाक्ये किम् उक्तं कथम् उक्तम् इत्युक्ते तत्र प्रत्येकस्मिन् नियतावधिकगुणे विवादः अस्ति खलु. यत्र गुणः इति वदामः किन्तु नियतावधिकः अपि वदामः तत्र विवादः भवति एव. तत्र कारणतः युगपत् सर्वेषाम् अनुवादः, अनुवादः नाम ट्रान्स्लेशन् नास्ति अत्र, अनुवादः नाम तेषां तत्र उल्लेखः अत्र कृतः नाम तत्र ते सर्वे अत्र आगच्छन्ति नाम तेषाम् असिद्धता साधिता इति. केवलं पृथक्त्वस्य असिद्धता इति नास्ति, यः कोऽपि अनेके गुणाः भवेयुः नियतावधिकगुणाः तेषां सर्वेषाम् असिद्धता अस्ति इति अत्र उक्तम्. अग्रे महोदय, यः कोऽपि गुणः भवतु तत्र एतादृशक्लेशः भवति इति अर्थः अतः एकवारे तत्र पृथक्त्वस्य का स्थितिः तथा एव तत्र पृथक्त्वस्य या स्थितिः सा एव स्थितिः अन्येषां नियतावधिकगुणानामपि इति. यत्र यत्र गुणक्षेत्रे नियतावधिकत्वम् उच्यते तत्र सर्वत्र पूर्वपक्षी ब्रूयात् मास्तु तस्यापि भेदत्वमेव इष्टम्. तत्र यत्र यत्र यत्र गुणक्षेत्रे नियतावधिकत्वम् उच्यते तत्र पूर्वपक्षे किं वदति किमर्थम् एकम् अतिरिक्तगुणः आवश्यकं भेदस्य एव कार्यं कुर्मः इति. भेदस्य एव तत्र साधयितुं शक्नुमः, भेदेनैव साधयितुं शक्नुमः इति. समीचीनं. अनेन यदि कोऽपि वदति यत् पृथक्त्वस्य च परत्वस्य च नियतावधिकत्वं पूर्वपक्षी उत्तरेति तस्यापि भेदत्वे इष्टापत्ति तत्रापि परत्वं वा पृथक्त्वं वा तत्रापि भेदेनैव कार्यं सिद्ध्यति इति पूर्वपक्षी वदति. अतः यथा पृथक्त्वस्य स्थाने भेदत्वम् एव इष्टं भवति तथैव अन्येषु नियतावधिकगुणेषु अपि भेदत्वमेव इष्टम् इति आगच्छति खलु. आम् अतः तत्र वाक्यस्य आकृतिः तादृशी अस्ति, गुणः अस्ति अपि नियतावधिकः अस्ति चेत् तत्र मास्तु गुणरूपेण अङ्गीकारः मास्तु, भेदत्वेन अङ्गीकारः भवतु इति तस्य इष्टः तस्य मतम्. अस्तु समीचीनम्. अस्मिन् विषये कोऽपि प्रश्नः? धन्यवादः महोदय. अस्मिन् विषये कोऽपि प्रश्नः? परन्तु आचार्य एतादृशं कुर्मः तर्हि ते सर्वे गुणाः समानाः न सन्ति खलु? यत्र नियतावधिकत्वम् अस्ति चेत्, यत्र नियतावधि अतः एव तत्र समीचीनं भगिनि. नाम तत्र तर्हि परत्वमपि भेदः पृथक्त्वमपि भेदः इति भवति चेत् तत्र का स्थितिः भवति खलु? अतः एव तत्र तथा नास्ति खलु. अतः अतः आक्षेपः भेदः वर्तते. समीचीनं समीचीनम्. अतः एव तत्र यदि तत्र केवलम् आक्षेपः इति शृण्मः तस्य अवगमनं सम्यक् रीत्या अवगमनं न भवति. अतः एव अत्र दत्तं, पश्यतु यदि तत् अङ्गीकुर्मः किं किं किं किं भवति इति. तत्र किं भवन्ति तत्र कान्सिक्वेन्सस् तत्र इति इम्प्लिकेशन् इति वदन्ति खलु. नाम यत् अङ्गीकुर्मः तेन अन्यत् किं किं किम् आगच्छति इति. तत्र एतत् सर्वं यदि अवगच्छामः तदा एव तत्र समीचीनं वा अथवा असमीचीनम् इति वक्तुं शक्नुमः. अस्तु समीचीनं भगिनि. भवती एव अग्रे पठति वा? नियतावधिकपदार्थस्य व्यवहारे पञ्चम्यन्तं पदम् आयाति. पञ्चम्यन्तं पदं विना तु तस्य अवधित्वं पञ्चम्यन्तं पदस्य पदं विना तु तस्य अवधित्वं वर्णयितुम् एव न शक्यते. यत्र च पञ्चम्यन्तं पदं नियमेन आयाति तत्र भेदस्य एव विषयः भवतु इति शङ्का उदेति. अधुना संयोगविभागौ न तथा, तयोः पञ्चम्यन्तपदेन न सह व्यवहारः न आवश्यकः. कारणम् अस्ति यत् तयोः तु नियतावधिकत्वम् एव नास्ति. संयोगविभागे खलु. अतः भवतु क्वचित् गुणक्षेत्रे सावधिकत्वं दृष्टं, किन्तु गुणेषु नियतावधिकत्वं न मन्यते. अस्तु, तर्हि अनेन पृथक्त्वस्य नियतावधिकत्वात् भेदरूपता एव इति पूर्वपक्षिणा इयं प्रथमा आपत्तिः उपपाद्यते. नियतावधिकत्वपदार्थस्य व्यवहारे पञ्चम्यन्तपदं प्रयोगः अस्ति खलु, पञ्चम्यन्तपदप्रयोगः अस्ति. पञ्चम्यन्तं पदं विना तु तस्य अवधित्वं व्यवहारे नाम तत्र शब्दप्रयोगः पठात् भिन्नः इति तादृशप्रतीतिः. तत्र पञ्चम्यन्तं पदं भवति एव खलु तत्र. घटः पटात् पृथक् अत्रापि सर्वत्र पञ्चम्यन्तपदप्रयोगः दृश्यते. यत्र च पञ्चम्यन्तं पदं नियमेन आयाति तत्र भेदस्यैव विषयः भवतु इति शङ्का उदेति. तर्हि भेदः, पृथक्त्वम् एते सर्वे भेदस्यैव विषयः इति वयं सन्देहः. भेद इव तेषां व्यवहारः भवतु इति. भेदः इव व्यवहारः अस्ति अतः भेदः एव भवेत् खलु, भेदः एव अस्ति खलु इति शङ्का. अधुना संयोगविभागौ, अस्तु, संयोग तथा विभाग गुणद्वयं खलु अस्माकं चतुर्विंशतिगुणेषु? आमामां सत्यं, हा संयोगविभाग पृथक् पृथक् अस्ति. तर्हि अधुना संयोगविभागौ न तथा तयोः पञ्चमन्तपदेन सह व्यवहारः न आवश्यकः अस्ति खलु. नाम तत्र पुस्तक हस्तपुस्तकयोः संयोगः इति वदामः, तत्र पञ्चम्यन्तपदम् अस्ति वा तस्मिन् प्रतीतौ? नास्ति. अतः व्यवहारे पञ्चम्यन्तपदं यत्र यत्र आवश्यकं भवति तत्र नियमेन आगच्छति, तत्र नियतावधिकत्वं. किन्तु अत्र संयोगविभागयोः मध्ये पञ्चम्यन्तपदेन व्यवहारः न आवश्यकः. अस्तु. यथा फलं वृक्षात् विभक्तः खलु, अत्रापि विभागः जायते खलु आचार्य? सत्यं. तर्हि अत्रापि परन्तु पञ्चमी कथं वदामः, विभागस्थले कथं वदामः आचार्य वाक्यं? अग्रे आगच्छति भगिनि. किन्तु तत्रापि तत्र विभागः द्विनिष्ठः इति आगच्छति भगिनि. अतः तत्र संयोगः यथा अस्ति तथैव विभागः अपि, तर्हि तत्र द्विनिष्ठः अस्ति. अतः तत्र एक तत्र अवधिः खलु. अतः किं भगिनि? विभागस्थले उभयत्र विभागः अस्ति खलु, फलं सत्यम्. तयोः पञ्चम्यन्तपदेन सह व्यवहारः न आवश्यकः. ओ आम्, कारणमस्ति यत् तयोः तु नियतावधिकत्वम् एव नास्ति. नियमेन अवधिकत्वं तत्र नास्ति. अतः भवतु क्वचित् गुणक्षेत्रे सावधिकत्वं दृष्टम्. नाम गुणक्षेत्र नाम गुणेषु, गुणेषु गुणक्षेत्र नाम गुणेषु अवधिकत्वम्, अवधिकत्वं सावधिकत्वं नाम अवधि अवधिकपदा अवधिकगुणः अस्ति इति भवेत्. नाम संयोगस्य अवधिः अवधिकत्वम् अस्ति, विभागस्य अपि अवधिकत्वम् अस्ति, अतः गुणक्षेत्रे सावधिकत्वं दृश्यते भवतु, किन्तु नियतावधिकत्वं न मन्यते. नाम कस्यापि नियतावधिकत्वं सिद्धेषु गुणेषु नास्ति इति. नाम अतः भवतु क्वचित् गुणक्षेत्रे सावधिकत्वं दृष्टं नाम अस्तु अङ्गीकारम् अङ्गीकुर्मः तत्र गुणक्ष कुत्रचित् गुणेषु सावधिकत्वम् अस्ति, तत् अङ्गीकुर्मः. यतोहि संयोगे विभागे अवधिकत्वम् अस्ति. परन्तु केवलं पञ्चमन्तपद पदप्रयोगः नास्ति खलु इति? न नाम तत्र नियमेन तत्र यत्र नियतावधिकत्वं नियतावधिकत्वं नाम सर्वेषु तत्र यः कोऽपि व्यवहारः भवतु तत्र पञ्चम्यन्तपदं भवेदेव. नाम तत्र पृथक्त्वस्य विषये वाक्यं किमपि भवति वा यत्र पञ्चम्यन्तपदं तस्य प्रयोगः नास्ति? न. किन्तु संयोगस्थले तादृशव्यवहारः भवितुम् अर्हति, अतः एव तत्र नियता अवधिकत्वं तत्र नास्ति. अवधिकत्वम् अस्ति किन्तु नियतावधिकत्वं नास्ति तत्र. अतः भवतु क्वचित् गुणक्षेत्रे सावधिकत्वं दृष्टं, किन्तु गुणेषु नियतावधिकत्वं न मन्यते. अस्तु, तर्हि गुणेषु सावधिकत्वं भवेत् भवितुम् अर्हति, परन्तु नियतावधिकत्वं न मन्यते. न मन्यते नाम तत्र नियतावधिकत्वं न दृष्टं, सावधिकत्वं दृष्टं तत्र दृश्यते गुणेषु, किन्तु गुणेषु सिद्धेषु गुणेषु नियतावधिकत्वं न दृश्यते. तर्हि अनेन पृथक्त्वस्य नियतावधिकत्वात् भेदरूपता एव इति पूर्वपक्षिणा इयं प्रथमा आपत्तिः आपाद्यते. अतः यथा नियतावधिकत्वं वर्तते, तर्हि अनेन पृथक्त्वस्य नियतावधिकत्वात् भेदरूपता भेद इति गुणवत् भेदरूपता इति गुणभेदः इति गुणः नास्ति, भेदरूपता नाम भेदः एव इति अर्थः. भेदरूपता एव नाम भेदः एव पृथक्त्वस्य भेद इति यः गुणः अस्ति तद्वत् खलु, भेद अन्यगुणः अस्ति खलु. भेदः गुणः नास्ति, भेदः गुणः अस्ति वा? नास्ति, अस्माकं चतुर्विंशति तु गुणेषु न दृश्यते. न न न, भेदः नाम कः नाम पटः घटात् भिन्नः इति भेदः अस्ति खलु. आम् अन्योन्य अभावः खलु. आमाम् अन्योन्य अभावः. आं महोदय, अभावः न तु गुणः खलु. ओ हो हो हो हो, आमाम् आम्. अतः गुणः नास्ति, अतः तत्र पृथक्त्वस्य नियतावधिकत्वम् अस्ति इति कृत्वा पृथक्त्वं भेदः एव. तत्र रूपता इति गुणस्य विषये, गुणरूपं गुणः इति तद् नास्ति. भेदरूपता नाम भेदः एव भवेत् इति पूर्वपक्षिणा इयं प्रथमा आपत्तिः आपद्यते उपपाद्यते. अच्छा, उपपाद्यते. तत्र आकृतिः कः? आकृतिः का? उपपाद्यते पूर्वपक्षिणा. आपत्तिः उपपाद्यते, तत्र तृतीया विभक्ति अस्ति पूर्वपक्षे. कर्मणि प्रयोगः, कर्मणि प्रयोगः. पूर्वपक्षी आपत्तिं वदति, अथवा पूर्वपक्षिणा प्रथमा आपत्तिः उच्यते. तत्र उपपाद्यते आपत्तिः. आपत्तिः इदानीं प्रथमाविभक्तौ अस्ति खलु, कर्मपदः, किन्तु प्रथमाविभक्ति कर्मणि प्रयोगः. पूर्वपक्षिणा इयं प्रथमा आपत्तिः उपपाद्यते नाम आपत्तिः का इति उक्तं, नाम तत्र नियतावधिकत्वात् भेदरूपता, पृथक्त्वस्य भेदरूपता एव भवेत् इति तस्य आपत्तिः आपादनम्. अस्तु, समीचीनं भगिनि. अस्तु, अग्रे चन्द्रमती भगिनी, अग्रे. अत्र च पुनः किञ्चित् वक्तव्यं. पूर्वमुक्तं गुणस्य स्वभावः तथा द्रव्ये विद्यमानः मूर्तोत्पत्तिद्वितीयक्षणे जायमानः इति. तत्र प्रश्नः उदेति, पृथक्त्वं गुणे नास्ति चेदपि द्रव्ये विद्यमानं मूर्तोत्पत्तिद्वितीयक्षणे जायमानं किल? तर्हि पूर्वपक्षिणा किमर्थं तावत् वक्तव्यम् आसीत् द्रव्ये विद्यमानः मूर्तोत्पत्तिद्वितीयक्षणे जायमानः इति? पृथक्त्वं गुणः नास्ति चेदपि तस्यापि तथा स्वभावः किल? किन्तु स्वर्यताम् इदं पूर्वपक्षिणा आपद्यते यत् पृथक्त्वस्य नियतावधिकत्वात् भेदरूपता भेदः तु प्रतियोगिनं विहाय विश्वे सर्वत्र नित्यश्च. भेदः अन्योन्य अभावः न केवलं द्रव्येषु अपि तु सर्वत्र सप्तसु अपि पदार्थेषु. गुणः केवलं द्रव्ये भवति, तत्र च केवलं द्रव्योत्पत्ति द्वितीय क्षणे जायते. पृथक्त्वं भेदः एव चेत् सर्वत्र विद्यमानं, न केवलं द्रव्येषु अपि तु गुणे, कर्मणि, सामान्ये, विशेषे, समवाये, अभावे च. अपि च तादृशं यत् भेदरूपी पृथक्त्वं द्रव्ये, तत् द्रव्योत्पत्तिद्वितीयक्षणे जायमानं न, यतोहि द्रव्यं स्वस्मिन् विद्यमानभेदस्य अन्योन्य अभावस्य कारणं न अन्योन्य अभावः नित्यः अतः तस्य कारणं तु न भवति एव नित्यत्वाच्च तस्य आरम्भः न भवति अतः आहत्य पूर्वपक्षिणा आपत्यते यत् कृतत्वस्य नियतावधिकत्वात् न गुणत्वम् अपि तु भेदत्वं भेदत्वात् मूर्तोत्पत्तिद्वितीयक्षणे जायमानं नास्ति इदं सर्वं प्रथमापादने अन्तर्भूतम् अत्र च पुनः किञ्चित् वक्तव्यम् किञ्चित् अधिकं वक्तव्यम् इति वदति पूर्वम् उक्तं गुणस्य स्वभावः तथा द्रव्ये विद्यमानः मूर्तोत्पत्तिद्वितीयक्षणे जायमानः इति गुणः द्रव्यस्य उत्पत्ति द्वितीयक्षणे एव गुणः जायमानः भवति द्रव्ये तत्र प्रश्नः उदेति पृथक्त्वं गुणः नास्ति चेदपि द्रव्ये विद्यमानं मुक्तोत्पत्तिद्वितीयक्षणे जायमानं किल पृथक्त्वं गुणः नास्ति चेदपि तद् द्वितीयक्षण मुक्तोत्पत्तिद्वितीयक्षणे विद्यमानः एव ततः तदपि गुणः इति जायमानं किल इति प्रश्नः गुणः भवति न वा द्वितीयक्षणे एव प्रथमे क्षणे नास्ति द्वितीयक्षणे एव तत्र जायते खलु इति प्रश्नः तर्हि पूर्वपक्षिणा किमर्थं तावत् वक्तव्यम् आसीत् द्रव्ये विद्यमानः तादृशं सत्यं तादृशम् अस्ति चेत् किमर्थं पूर्वपक्षिणा पृथक्त्वं भेदः एव अन्य एकं नूतन विषयस्य आवश्यकता नास्ति भेद शब्देन पृथक्त्वस्य प्रतिपादनमपि भवति इति किमर्थं पूर्वपक्षिणा उक्तं तावत् वक्तव्यम् आसीत् द्रव्ये विद्यमानः मूर्तद्रव्य द्वितीयक्षणे जायमानः इति पृथक्त्वमपि इति प्रश्नः प्रश्नः अवगच्छति वा नाम अत्र कः प्रश्नः अत्र अत्र पृथक्त्वमपि मूर्तद्रव्य द्वितीय उत्पत्तिद्रव्य द्वितीयक्षणे जायमानः किल अतः तदपि एकः गुणः नाम तत्र पश्यतु तत्र नाम अत्र तत्र एषा एव तत्र गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावः इति आसीत् खलु इति अस्ति खलु प्रथमापादनं प्रथमापादनं तत्र प्रश्नः अस्ति किमर्थम् एतत् सर्वम् उक्तम् नाम मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य इति एतत् सर्वं किमर्थम् उक्तं केवलं गुणरूपस्य यथावधिकत्वे मानाभावः इति तावत् पर्याप्तं खलु किमर्थं मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य एतत् सर्वं किमर्थम् उक्तम् इति प्रश्नः अतः तर्हि पूर्वपक्षिणा किमर्थं तावत् वक्तव्यम् आसीत् द्रव्ये विद्यमानः मूर्तोत्पत्तिद्वितीयक्षणे जायमानः इति एतत् सर्वं किमर्थं तेन आयोजितं पूर्वपक्षिणा किन किमर्थम् आयोजितम् अस्ति प्रश्ने नाम तस्मिन् तस्य आपादने अतः अग्रे गुणः अस्ति चेदपि नास्ति चेदपि तस्यापि तथा स्वभावः किल पृथक्त्वं पृथक्त्वं गुणः अस्ति वा नास्ति वा किन्तु तस्यापि स्वभावः पूर्वक्षणं जायं मूर्तोत्पत्ति पूर्वक्षणे जायमानः द्वितीयक्षणे पूर्वक्षणेन एकक्षणं तत्र उत्पत्तिक्षणे एव अनन्तरक्षणे एव जायमानः अस्ति खलु इति प्रश्नः किन्तु स्मर्यता इदं पूर्वपक्षिणा आपद्यते यत् पृथक्त्वस्य नियतावधिकत्वात् भेदरूपता स्मर्यता पूर्वपक्षिणा आपद्यते पूर्वपक्षीः किम् आपादयति यत् पृथक्त्वस्य नियतावधिकत्वात् भेदरूपता पृथक्त्वस्य पृथक्त्वे नियतावधिकत्वम् अस्ति चेत् तदपि भेद तद् भेद भेदे एव भेदः एव नाम पृथक्त्वं भेदः एव पृथक्त्वं भेदे अन्तर्भूतः अस्ति इति तस्य मतम् नूतनविषयः नास्ति किन्तु तेन तत्र यदि भेदः भवति चेत् तत्र तस्य तद् प्रथमे द्वितीयक्षणे जायमानः भवति वा अथवा तस्य का स्थितिः पृथक्त्वस्य कदा तस्य उत्पत्तिः भवति इति तत्र अग्रे तस्य विवरणं दत्तं किन्तु समयः जातः अतः अत्र विरमाम पुनः तत्र इतः परं पठित्वा अग्रे सरामः अग्रिमे सप्ताहे किन्तु बहु किमपि अतीतवन्तः अद्य समीचीनमस्ति नाम प्रथम आपादनं नाम प्रथम आपत्तिः का इति इदानीं तत्र किञ्चित् अवगमनम् अस्ति इति मन्ये अस्तु समीचीनं धन्यवादः नमस्काराः अग्रिमे सप्ताहे मिलामः धन्यवादः महोदय।